दातुं यज्ञाय दातुं यज्ञपतये दैवीः स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः पूर्वं चिकातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिं विश्वतो वृत्वा अत्यतिष्ठत् दशाङ्गुलं पुरुष एवेदगुं सर्वं यद्भूतं यच्च भव्यम् उदामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि त्रिपादूर्वौ दैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वं व्यक्रामत् शासनानशने अभि तस्मात् विराट जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषाः देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म हिम शरद्दभिः सप्तास्यासन् परिदयः त्रिसप्त समिद कृताः देवा यद्यज्ञम् तन्वानाः अवर्धन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवायजन्त साध्या ऋषयश्च ये तस्मात् यज्ञात् सर्वभूतः सम्प्रतम् पृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्मात् यज्ञात् सर्वभूतः मृजसामानि जग्भिरे छन्दागुंसि जग्भिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादतः गावो हजग्भिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदतुः कथिताव्यकल्पयन् मुखम् किमस्य कौ बाहु का भूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः भूरु तदस्य यद्वैश्यः पद्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वा विवदन्यदास्ते दादा पुरस्ताद्यमुदा जहार शक्रप्र विद्वान् प्रतिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यम् पन्थायनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्भूत पृथिव्यैरसाः च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेकम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे हन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् महीषीणाम् पदमिच्छन्ति वेदसः यो देवेभ्यः तपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवाः प्रेतदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे त्रिश्यते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्ट इष्टं मनिषाण अहं मनिषाण सर्वं मनिषाण ओम।